नमस्कारः, दृक्प्रसारः इति करपत्रम् अनुवर्तते. अस्माभिः गते सप्ताहे लृट् लकारस्य विषये अनुवर्तनं कृतम् इति च भविष्यति इत्यस्य काले भविष्यत्काले कथं करणीयमिति. अत्रापि अत्र लुट् लकारस्य विषये यदा अस्माभिः पठनं कृतं न तुमुन्त्रचेतयोः विषये अस्माभिः अनुवर्तनं कृतं. तत्र किमस्ति तुमुन्मूलौ क्रियायां क्रियार्थायाम् इति सूत्रः दृष्टः. तत्र तुमुञ्चि नूल् प्रत्ययो विधीयन्ते विधीयतः यदा क्रियार्थायां क्रियायाम् इति सप्तम्या निर्दिष्टं सूत्रमस्ति. एषः सूत्रः तृतीयाध्याये धातोः इत्यस्य अधिकारे अस्ति. तस्मात् अनुवृत्तिसहितसूत्रमस्ति. धातोः तुमुण्लौ प्रत्ययौ परश्च भविष्यति क्रियार्थायां क्रियायामिति. अतु तुमुण् प्रत्ययो परश्च भविष्यति इत्युक्ते भविष्यत्काले क्रियार्थायां क्रियायाम्. अत्र क्रियार्थायां क्रियामिति सप्तम्या निर्दिष्टमस्ति. अस्य नामकरणमस्ति उपपदसप्तमी इति. अपि च यत्र या क्रिया निर्दिष्टा सा क्रिया द्वितीया क्रिया अस्ति. यथा पठितुं गच्छति इति वयं वदामः चेत् अत्र मुख्यप्रयोजनम् अथवा लक्ष्यमस्ति पठनक्रिया. तस्य साधनार्थं गमनक्रिया अस्ति. या क्रिया गमनक्रिया अस्ति तस्य नामकरणमस्ति उपपद इति. गमनम् उपपदसंज्ञकमस्ति. अपि च अन्य एकं सूत्रमस्ति तत्रोपपदं सप्तमीष्ठमिति. अत्र यदा उपपदम् इति संज्ञा अस्ति तदा धातोः किं भवति सप्तमीसुपदमस्ति तेन निर्दिष्टं कार्यं भविष्यत्काले भवति. यतोहि यत् धातोः परं तुमुन् या नुल् प्रत्यय विधीयते तदा तस्य अर्थः अस्ति पठितुम् इत्युक्ते पठनक्रिया अद्यापि न अभवत् अतौ भविष्यत्काले भविष्यति इति. तस्य कृते गमनक्रिया इति द्वितीया क्रिया अस्ति. तथा एव तृच् प्रत्ययस्य विधीयमाने च भोजकः गच्छति इति एतावता उक्तम्. अत्र भोजकः इति यः भोक्तुम् इच्छति सः गच्छति. अत्रापि गच्छति इति उपपदसप्तमी इति अस्ति. गच्छति इति तु क्रियापदमस्ति खलु भगिनि. क्रियापदं तस्य संज्ञा वदतु. तस्य संज्ञा उपपदमस्ति. हा, संज्ञा उपपदं. कथं जानीमः उपपदम् इत्युक्ते सप्तमी निर्देशः कृतः अस्ति इति कृत्वा उपपदम् इति जानीमः. केन सूत्रेण तत्र उपपदं सप्तमीष्टमिति? न, क्रियार्थायां क्रियायाम् इति तत्र उपपदं सप्तमीष्टमिति इत्यनेन वयं जानीमः उपपदम् अस्ति इति सप्तम्याम् अस्ति इति कृत्वा जानीमः अनेन सूत्रेण. तावदेव भगिनि. धन्यवादः भगिनि. तथा आसीत् खलु. आम्, तदनन्तरं तत्र क्रियार्थां क्रियायां लृट् लकारे इति ततः आरभ्य पठनीयः खलु. तस्य पूर्वमेव अस्तु. तर्हि वयं यथा तुमुण्लौ ततः आरभ्य पठामः. यथा कुत्र भगिनि? तत्र तत्रोपपदं सप्तमिष्टम् इति अस्ति खलु. ततः आरभ्य पठामः तर्हि. तत्र उपपदं सप्तमिष्टम् इति आरभ्य पठामः वा? सरलं कृतवान् तुमुण्लुक्यया अस्य अपरम् अग्रिमपरिच्छेदे अस्ति. तत् कुर्मः. बहुव्रीः वासयति कथं बहुव्रीः भवति इति तस्य कृते किञ्चित् चर्चा अभवत्. तत् अस्मिन् परिच्छेदे अस्ति. तुमुण्लोक्रियायां क्रियार्थायाम् इति अस्मिन् परिच्छेदे. न अवगच्छामि. तुमुण्लोल् क्रियार्थं क्रियार्थं ततः आरभ्य पठनीयः वा? आं भगिनि, पठामः. सरला भगिनी पठति वा? अस्तु. क्रियार्थां क्रियायाम् इत्यस्य परिचयः तुमुन् प्रत्ययस्य माध्यमेन. तुमुन् श्रूयते साधु आं महोदय तुमुन् रम्लो क्रियायां क्रियार्थायाम् एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः क्रियायाः धातुतः तुमुन् रोल् च प्रत्ययो भवतः क्रियार्थायां क्रियायाम् उपपदे धातोः भविष्यति काले तुमुन् रुम्लो प्रत्ययो भवत इति काशिका अत्र इमौ द्वौ प्रत्ययौ तुमुन् रुवल् भविष्यत् अर्थे तुमुन् भावार्थे नुवल् च कर्त्रार्थे तत्रोपदं सप्तमीस्थम् इत्यनेन क्रियायां क्रियार्थायाम् उपपदसप्तमी विभक्तौ स्तः पठितुं गच्छति इत्यस्मिन् पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते पठनमस्ति प्रयोजनं नाम लक्ष्यं गमनमस्ति साधनम् गमनक्रियायाः उपपदसंज्ञा भवति तुमुन् चरुल् चतयो इतरेतरद्वन्द तुमुन् रुम्लौ क्षम्यताम् एकवाक्यं न पठितवती पठनमिति क्रियाया कृते गमनमिति क्रिया वर्तते इति कृत्वा गमनक्रिया अस्ति क्रियार्था क्रिया एतत् अर्थं गमनक्रियायाः उपपदसंज्ञा भवति तुमुन् चरुल् च तयोर् इतरेतरद्वन्द तुमुन् रुम्लौ क्रियार्थप्रयोजनं यस्याः सा क्रियार्था तस्यां क्रियार्थायां बहुव्रीहि तुमुन् रुम्लौ प्रथमान्तं क्रियायां सप्तम्यम् अन्तं क्रियार्थायां सप्तम्यम् अन्तं त्रिपदमिदं सूत्रं भविष्यति गम्यादय इत्यस्मात् भविष्यति इत्यस्य अनुवृत्ति प्रत्ययः परश्च धातोः इत्येषाम् अधिकार अनुवृत्तिसहितसूत्रम् धातोः तुमुन् रुम्लौ प्रत्ययौ परश्च भविष्यति क्रियार्थायां क्रियायां तु इति तुमुन् रुम्लौ क्रियायां क्रियार्थ्यां तृतीयपादेऽस्ति धातोः अधिकारः अस्ति अस्मिन् कारणं कि धातोः अधिकारः तृतीय अध्याये प्रथम पादे 191 एक अधिकं नवति इति सूत्र आरभ्य अस्ति क्रियाया तुमुन् रुम्लौ इति प्रत्ययौ क्रियायां क्रियार्थायां अस्मिन् सूत्रे क्रियायां क्रियार्थायां एते द्वे पदे सप्त्यां विभक्त्यां निर्दिष्टे स्तः इदानीं यत्र तत्रो उपपदं सप्तमी स्थम् इति सूत्रम् अस्ति अनेन सूत्रेण सूत्रे यत् पदं सप्तम्यां विभक्त्यां निर्दिष्टम् अस्ति तस्य पदस्य उपपदसंज्ञा इति भवति इति अस्ति धातो यत्र धातो अधिकार अस्ति तस्मिन् इति भवति तो तृतीयजास्य प्रथमपदस्य 91 आरभ्य तृतीयाध्यायस्य अन्तपर्यन्तम् इत्यस्य अधिकारः आगच्छति तो तत्र इति विद्याभगिनी सूचितवती इति सप्तमी स्तम् कृत् प्रत्यय यत् अस्ति तत्र आगच्छति कृत् प्रत्यय कृते यत् पदं सप्तमी विभक्त्या सूत्रे सप्ति तस्य उपपदसंज्ञा भवति कृत् प्रकरणे अस्माकं यदि उपपदसंज्ञा वयं पुनः वदतु भगिनि यथा समासप्रकरणं प्रथमानिर्दिष्टं प्रथमानिर्दिष्टं पदं सूत्रे न श्रूयते भगिनि न श्रूयते भगिनि न श्रूयते मध्ये मध्ये कश्चन विषयः जातः भगिनि यथा समासप्रकरणे न श्रूयते मध्ये पुनः भङ्गः जातः तत्र तत्र किम् अस्ति मिश्रणं कृत्वा श्रूयते अधुना सम्यक् अस्ति यदा वदन्ती अस्ति तदा मिश्रणं भवति हेड्फोन् अग्नि इदानीं श्रूयते? आम् आम् आम् सम्यक् श्रूयते भगिनि. आम् अस्तु. यथा समासप्रकरणे प्रथमादृष्टं सूत्रे अस्ति, तत् उपसर्गसंज्ञा भवति. तथा कृत् प्रकरणे सप्तम्यां निर्दिष्टं पदं सूत्रे उपपदसंज्ञा तत्र भवति. अस्मिन् सूत्रे तुमन् रुम्लौ क्रियायां क्रियार्थायां क्रियायां क्रियार्थायाम् इति सप्तमी पद सप्तम्यां विभक्त्यां निर्दिष्टमस्ति. तस्य उपपदसंज्ञा भवति. यत् वयम् इति अवगच्छामः अग्रे साधु भवति अवगमनम्. सो एकस्याः क्रियायाः साधनार्थम् अपरस्यां क्रियायाम् उपपदे सति भविष्यत् अस्ति प्रथमायाः भाषिकतुमुञ्चनुभवप्रत्यय. कदा तुमुञ्चनुभवप्रत्यय विधीयते? यदा क्रियायाः क्रिया अर्थः अस्ति या यत् क्रियायाः उपपदसंज्ञा अस्ति इति. क्रियायाः क्रिया अर्थः या अस्ति तस्य प्रयोजनम् अस्ति भविष्यार्थे. तुमुञ्चनुभवप्रत्यया क्रियायाः साधनार्थम् इति भवति. एकस्याः क्रियायाः यथा एकक्रियाकरणार्थं प्रयोजनार्थम् अन्यक्रियायाः सहायं भवति तस्य क्रियायाः वयं वदामः क्रियाः क्रिया तस्य उपपदसंज्ञा भवति. तस्य उपयोगः भविष्यति भवति. तुम्बुन् रुवल् प्रत्यये तृतीयं तत्र कार्यं भवति. तुम्बुन् रुवल् प्रत्यय विधीयते तत्त्वपदं अनेन सूत्रेण. सो तत् इति भवति प्रत्ययः भविष्यति तस्य उपयोगः. उदाहरणमस्ति पठितुं गच्छति. इदानीं पठितुं गच्छति पठनक्रियायाः यत् प्रयोजनमस्ति या लक्ष्यमस्ति प्रयोजनं लक्ष्यम् एकमेव अर्थमस्ति इति साधनार्थायाम् अन्या क्रिया आवश्यकी. का क्रिया आवश्यकी अस्ति? गमनक्रिया. सो रामः पठितुं गच्छति. सो रामेण गमनक्रिया क्रियते पठनाय. इति गच्छति इति गमनक्रियाया अस्ति तत् भवति क्रिया अर्था क्रिया. अपि सा गमनक्रियायाः संज्ञा किमस्ति? उपपदसंज्ञा. यदि उपपदसंज्ञा भवति तदानीम् एव पठनक्रियाया पठ दातु सुमन् वा रुवल् प्रत्यय योजयामः. सो उपपदसंज्ञा सति प्रथमक्रियायाः धातोः तुम्बुन् प्रत्ययोः योजिता इति भवति. तुम्बुन् लबलो क्रियायां क्रियार्थायाम् इति तस्य साधति. किन्तु भविष्यार्थे तस्य प्रयोगः भवति. सामान्यतया वयं जानीमः तुम्बुन् प्रत्यय तस्य भावार्थे भवति. रुवल् प्रत्यय भवति तत्र अर्थे. यदि क्रियार्था क्रियाया उपपदया या उपपदसंज्ञा अस्ति इति तत्र तुमुन्वर्तप्रत्ययः भविष्यति उपयोगं भवति इति भवति अस्ति सूत्रस्य अर्थः. पठितुं गच्छति पठितुं पठनक्रिया इदानीं न अभवत् भविष्यकाले तस्य पठनं भविष्यति. अतः गमनक्रिया इदानीम् अस्ति पठितुं गच्छति. गमनक्रियायाः अस्ति क्रिया सा क्रिया. पठनक्रियायाः साधनाय गमनक्रिया अस्ति. इदानीं यदि वयं क्रिया अर्थः प्रयोजनं यस्याः सा क्रिया अर्था तस्यां क्रिया अर्थायां बहुव्रीः कथमिति आगच्छति. क्रिया अर्थ इति अस्ति क्रियायाः अर्थ षष्ठी तत्पुरुषसमासः भवति. अर्थ इति क्रियायाः अर्थ तत् प्रयोजनं यस्या सा यस्या सा पठनक्रियायाः प्रयोजनं या क्रिया करोति यस्या सा सा अपि क्रिया सा क्रिया सा इति अन्यपदं सूचयति. अतः बहुव्रीहिसमासः भवति. यदि इदम् इदानीं वयं पश्यामः क्रिया अर्थ अस्ति इति पुल्लिङ्ग लिङ्ग् अस्तु, किन्तु तस्यां क्रिया अर्थायां क्रिया अर्थः यत् भवति तत् अस्ति स्त्रीलिङ्गे. बहुव्रीसमास लिङ्गस्य परिवर्तनं भवति, यथा अन्यपदं यत् यत् लिङ्गं सूचयति तत् अनुसृत लिङ्ग परिवर्तनं भवति. सो क्रियायाः अर्थ तत् प्रयोजनं यस्या सा क्रियार्था इति क्रिया अस्ति तस्यां क्रियार्थायाम् इति बहुभिः समासा गच्छति. इदानीं विशेषविशेषणभाव इति कथं भवति, या क्रिया अस्ति या क्रिया या पठने क्रिया तत् अस्ति विशेषं तस्य विशेषणं भवति क्रियार्थायां क्रिया अर्थात् क्रिया इति अस्ति विशेषम्. अनुवृत्तिसूत्र अस्ति धातोः सुमन् लवलौ, धातोः इति भवति पञ्चमीविभक्ति, तस्य परे सुमन् लवलौ इति प्रथमा विभक्त्याम् अस्ति, सुमन् च रमलौ च इति सरितद्वन्द्व अस्ति प्रत्ययोः, अतः प्रथमा विभक्ति द्विवचने दत्तम् अस्ति. परश्च इति अधिकार अस्ति, धातोः परश्च भविष्यति इति सप्तम्यां विभक्त्याम् अस्ति इति विषयसप्तमी विषयसप्तमी भवति, भविष्य अर्थे भविष्यकाले एतस्य प्रयोजनमस्ति. क्रिया अर्थायां क्रियायां सप्तमी विभक्तिः अस्ति इति क्रियायाः विशेषणमस्ति अपि सति सप्तमी अस्ति तत्र. भगिनी किञ्चित् वक्तुमिच्छामि, मया प्रायः सम्यक् न श्रुतम्. अत्र क्रियार्थायां क्रियायाम् इत्यत्र क्रिया विशेष्यमस्ति, क्रियार्थायां विशेषणमस्ति, भवती विपरीतेन उक्तवती इति मम भाति. क्रियाविशेष्यं हा क्रिया अस्ति विशे क्रिया क्रिया अस्ति विशेष्यं, क्रियार्थायाम् इति विशेषणम्. क्रियार्थायाम् इति विशेषणम् तावदेव. भगिनी इति यत् पदम् अस्ति क्रियार्थप्रयोजनं यस्या सा इति तत्त्वबोधिनी अष्टाध्यायी तत्त्वबोधिनी तस्मात् गृहीतमस्ति, स्वीकृतमस्ति. आम् अरुणा भगिन्याः पर्यायमिति भाति. आम् तत्रोपपदं सप्तमी स्तम् इति खलु भगिनी पठति वा भगिनि अरुणा भगिनी अत्र उपपदं सप्तमी इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमी विभक्त्याम् अस्ति तेन निर्दिष्टं पदम् उपपदसञ्ज्ञकं भवति. एतेषु सूत्रेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी. तेषु तत्र इत्यपि अन्वेति सति सप्तमी, सति सप्तमी इति अस्ति. यत्र यत् सूत्रं धातोः इति सूत्रस्य अधिकारी अस्ति इत्युक्ते तृतीय अध्याय अन्तपर्यन्तं सप्तमीविभक्त्या निर्दिष्टपदस्य उपसंज्ञा भवति, अपि च तत्र इत्यनेन तस्मिन् उपपदसञ्ज्ञकपदे सति नाम तस्य स्थितौ. तेन सूत्रेण यः प्रत्ययविधि विधातव्यः तस्य प्रत्यय अस्य उपपदसञ्ज्ञापदबलेन विधीयते. तस्मिन् च तस्य एव स्वच्छमाणः प्रत्ययः स्यात्. तत्र उपपदं सप्तमी सूत्रं तृतीयाध्याये प्रथमपादे सूत्रं जायते. सर्वेषामपि ध्वनिः मध्ये मध्ये भङ्गः जायते इति मम केवलं मम दूरवाण्याः प्रश्नः, क्लेशः वा? न जानामि, अत्र बहु डिस्टर्बेन्स् अस्ति, अनन्तरं जायते अत्र यथा सूचना अस्ति यत् क्रिस्प् नाय्स् रिडक्षन् बै क्रिस्प् इस् आफ् एतावता किमपि अस्ति, तत् केवलं मम सङ्गणके अस्ति वा या फ्री कान्फरेन्स् काल् मध्ये अस्ति वा इति न जानामि. आडियो मध्ये फ्री कान्फरेन्स् काल् मध्ये एव अस्ति नाय्स् रिडक्षन्, मम तु ऐ हेव् नाट् एनेबल्ड् इट्, यु शुडन्ट् एनेबल् इट्. If you enable it, it will muffle out the voice. Huh. Bahu pratidhvani, the whooshing noise. I'm not seeing pratidhvani, I see like noise, volume being cut off, the voice being cut off in between. Even now, Bhagini? Sarve yadi shravana sadhanam upayujyanti, yatada tatta bhavati. If you're just speaking directly into the, if you use a headphone, there won't be a problem. Okay, ill crisp, I have disabled crisp. Let me try enabling crisp. Hariom. Am bagini pasham bagini patapi atra upapadam saptami istam ita sutram dhatu adhikare asti atah ya shabdah saptami vibhaktasyam asti तत्पदम् उपपद्मसैनिकं भवति. तेन निर्दिष्टम् इदनेन किमर्थं भगिनि? तेन निर्दिष्टम् तेन निर्दिष्टम् एकपदम् शब्दमस्ति तेन सूचितं यत् शब्दः अस्ति यत् क्रियार्थायां क्रियायां क्रियार्थायाम् इति पठितुं क्रियायां गमनक्रिया सूत्र गमनक्रियायाः क्रियार्थक्रिया अस्ति विशेषभावः अस्ति हा तत् निर्दिष्टं पदम् इति भिन्नभिन्नपदं न सन्ति क्रियार्थायां क्रियायाम् इति विशेषणविशेषभावः एकमेव पदं सूचयति सप्तमी विभक्त्यामस्ति खलु एकमेव पदं सूचयति उभयमपि सप्तमी क्रियायाम् इति सप्तम्याम् एतस्य तस्य विशेषणमस्ति क्रियार्थायाम् इति पदं तदा तु तत्र उभयोः सप्तमी निर्देशः अस्ति खलु तेन किं ज्ञायते यत् अनेन सूत्रेण जानीमः इत्युक्ते तत्र उपपदं सप्तमिस्तम् इत्यनेन यत् पदं सूत्रेषु इतः आरभ्य इत्युक्ते यत्र यत्र तत्र उपपदं सप्तमिस्तम् इति परिभाषासूत्रमस्ति सूत्रं वदति इतः आरभ्य यानि सूत्राणि सन्ति यत्र यत्र भवन्तः वाक्येषु सप्तमी विभक्तिं पश्यन्ति तत्तत् पदम् उपपदं भवति उपपदसंज्ञा प्राप्नोति इति एतत् सूत्रं वदति. अधुना तदनन्तरं किं सूत्रम् आगच्छति मूलनुलौ क्रियार्थायां क्रियायाम् इति सूत्रम् आगच्छति यत्र वयं पश्यामः अत्र तु क्रियार्थां क्रियायाम् इति पश्यामः खलु अधुना सप्तम्याम् अस्ति इति जानीमः तर्हि क्रियार्थायां क्रियायाम् इति उपपदमस्ति अधुना क्रियार्थायां क्रियायाम् इति किं सूचयति इत्युक्ते तत्र क्रिया किम् अस्ति क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था इति अस्ति खलु इत्युक्ते क्रिया अर्थः इत्युक्ते किम् अस्ति अत्र भोक्तुम् अर्थः खलु प्रयोजनं यस्याः प्रयोजनमस्ति यद् भोक्तुं गच्छति इत्यस्मिन् भोजनार्थं गमनक्रिया प्रयोजनं भवति खलु तर्हि क्रियार्थं क्रिया गमनक्रिया भवति. अधुना क्रियार्था क्रिया यत् अस्ति तस्यां क्रियार्थायां बहुव्रीहिः इति अस्ति अधुना क्रियार्थायां क्रियायाम् उपस्थिते इत्युक्ते गमनक्रियायाः उपस्थितिः यत्र भवति तत्र अन्यक्रिया यत् अस्ति तस्य तत्र तु तुमुन् भवति इति जानीमः तर्हि क्रियार्थायां क्रियायाम् इति गमनक्रिया यत् अस्ति तद् तु सप्तम्यां निर्दिष्टमस्ति तद् उपपदं भवति तर्हि गमनक्रिया यत् अस्ति अधुना भोजनार्थं यत् गमनक्रिया क्रियते तद् उपपदं भवति इति वयं संज्ञा भवति अनेन सूत्रेण तत्र उपपदं सप्तमिस्तम् इत्यनेन Where we have two kriyas and one, in order to do one kriya, accomplish one kriya, when we do another kriya, the second kriya becomes upapadam, and tumul is added to the first kriya in the presence of the upapada kriya. So like how you have asti kulu tatram, aham tu grihat dure tatra kupihi asti. अत्र दूरे इति पदेन अधुना गृहात् अन्वेति खलु, गृहात् दूरे, अत्र गृहशब्देन गृह इति उपपदं भवति, क्षम्यतां दूरे इति उपपदं भवति, दूरे इति उपपदं भवति, अधुना दूरे इति पदम् अस्ति इति कृत्वा उप इत्युक्ते पार्श्वे अस्ति, उप इत्युक्ते पार्श्वे खलु, उप इत्युक्ते समीपे, तर्हि दूरे इति पदं पार्श्वे अस्ति इति कृत्वा गृहशब्दात् सप्तमी पञ्चमी विभक्तिः विधीयते. तदा एव गमनक्रिया, यत्र क्रियां कर्तुम् अन्यक्रिया तत्र पार्श्वे अस्ति, तदा तु प्रथमक्रियायाः तत्र तुमुन् प्रत्ययस्य विधानं भवति. जस्ट् द सेम् वे, यथा गृहात् दूरे, दूरे इति तत्र उपपदमस्ति, अधुना गृहशब्दात् पञ्चमी विभक्तिः विधीयते, तथा एव गच्छति इति क्रियार्थः क्रिया अस्ति, तत्तु उपपदम् अस्ति. Because there is upapadam, the other kriya, which is bhojana kriya, from there you will be on that kriya padam, you will be applying tumun pratyaha. Bhagini, prashnam ichhami, grahat dure, dure iti kriya nasti khalu. Na, aham tu kevalam upapadam ityasya krite tatravan. Kim upapadam ityasya? Kriya nasti che, upapadam na bhavati. न न तस्यपि उपपदम् अस्ति भगिनी, तत्र गृहात् दूरे इति दूरे इति उपपदम् अस्ति. कारकवर्गेषु वयं पठितवन्तः, तत्र तथा एव उभयतः परितः इति एते शब्दाः उपपदानि सन्ति. तर्हि क्रियार्थायां क्रियायाम् इत्युक्ते क्रियायाः आवश्यकता नास्ति किम् उपपदसंज्ञकस्य कृते? न, उपपदसंज्ञा न न तत्र न अत्र अत्र न तत्र न अपेक्षितमस्ति. अत्र तु धातोः यत् क्रियापदम् अस्ति तस्य उपपदसंज्ञा जायते. अन्यत्र तु कारकवर्गेषु यत् पठामः तत्र तु नामपदानाम् उपपदसंज्ञा भवति. तर्हि उपपदम् इति केवलं नामपदानां भवति, केवलं क्रियापदानां भवति इति नास्ति. न, यतोहि अत्र सप्तमीविभक्त्याः विषये यदा मया पठितं तत्र एकस्य आधारणसप्तमी इति, यत्र आधारः अस्ति सकटे उपविशति तत्र आधारसप्तमी, द्वितीया अस्ति उपपदसप्तमी इति. तस्मात् अहं पृच्छामि यत् उपपदसप्तमी इत्युक्ते केवलं तत्र आधारस्य सप्तम्यां निर्दिष्टं भवति खलु, अपि च क्रिया इति मम अवगमनम्. अत्र न जाने भगिनी, अन्यानि सूत्राणि अपि द्रष्टव्यानि खलु, तद् न दृष्ट, किन्तु उभयतः अभितः उभयतः इत्यस्मिन् तु तत्र तिष्ठामपि उपपदसंज्ञा भवति. उपपदसंज्ञा इत्युक्ते किं, केवलं पार्श्वे अस्ति इति, उप इत्युक्ते समीपे अस्ति इति, अस्तु अर्थस्य तत्र अर्थबोधः जायते. तत्र उभयतः अपि तत्र तथा एव उभयतः परित इति आगच्छति खलु, उभयतः गृहम् उभयतः इति तत्र द्वितीया विभक्तिदानं भवति अनेन सूत्रेण. तत्र तत्र सूत्रं किम् आसीत्, उपपदस्य अर्थं भव्या भगिनी सूचितं, तर्हि समीपम् इति अस्ति, अव्यविभावे समासे अपि अस्ति भवती न, उपपदस्य समीपं गृहम् उपगृहम् इति वयं वदामः इति तत् अस्ति. अपि महोदय वर्गे उक्तवान् अरुणा भगिनी, सप्तम्यां विभक्त्यां सूत्रे दृष्टमस्ति वाक्यं यत् अस्ति पठितुं गच्छति, तद् गच्छति तत्र सप्तमी विभक्ति सूचयति अति गमनप्रक्रियायाः क्रिया अर्था क्रिया, तत् वाक्ये यत् अस्ति तत्र भिन्नपदं भवति, सूत्रे सप्तमी विभक्ति अस्ति, तस्य अर्थं वाक्यं द्रष्टव्यं, तस्य अर्थम् अर्थम् अवगम्येव वक्तुं शक्यते खलु. लक्ष्यं किम् इति प्रथमम् अवगन्तव्यम्, and what action has been performed in order to accomplish the result iti avagantavyam, tada tu that is being performed to get the result, becomes upapriya upapada, right? Because that becomes a kriyartha kriya, so that becomes upapada. So here in becomes it may not be in gacchati, it may not be in lat lakara, right? It can be in any other lakara. It can even be a kridanta. Udaharanartham bhoktum saha kim asti bhoktum vrajati. Na bhoktum saha gatavan iti vaktum shakyate. Na parantu gatavan iti parshve भवेत् सः इति मध्ये न भवेत् एतदपि साक्षात् उपपद इति सः भोक्तुं गतवान् इति वक्तुं शक्नुमः भोक्तुं सः गतवान् इति न वक्तव्यम् अपेक्षा नास्ति भगिनि उपपदमपि पार्श्वे भवति अत्र तु परसप्तमी इति निमित्त साक्षात् परे अस्ति इति न अवगत अवश्यं नास्ति कुत्रचिदपि विद्याभगिन्या उक्तं यतोहि अत्र उपपदसंज्ञा अस्मिन् सूत्रप्रकारेण साक्षात् अनन्तरं भवेत् इति क्रियार्थायां क्रियायाम् इत्युक्ते भोक्तुं गच्छति कुत्र उक्तमस्ति साक्षात् परनिमित्तिकं भवतु इति सूत्रे न उक्तं न जानामि किमर्थं सा तथा उक्तवती भोक्तुं सः गच्छति इति दोषाय वा हा हा हा आम् यतोहि महादयेन किमपि उक्तं यत् सः रामेण and stuff, you often have things that are mixed up. It will not all come in order, right? So how can you say this? Sakshat pare bhavet iti vidya bhagini uktavati. Heva bhaginya api prashtam, mahodayana api prashtam, tata sa uktavati. Sakshat anantara bhavet madhye anya kipapi nam bhavet iti. Tattamayana angi kriyate. Kintu, it can be anything. It can also be kridanta. Udaharantam. भोक्तुं गतवान् इति गतवान् दत् साधु साधु परन्तु सः बालिकां पश्यति तत्र शत्रुप्रत्ययः अपि भवितुमर्हति यत्किमपि भवितुमर्हति तत्र लुट्रकारः भोक्तुं पठिष्यति किमस्ति धनमर्जयितुं सः पठिष्यति इति वक्तुं शक्यते तादृशं यत्किमपि लकार केवलं तत्र किमपि क्रियां बोधयति तत् सः शब्दः इत्येव तत्र अपेक्षितः क्रियासूचकशब्दः कश्चन अपेक्षितः तावत् धन्यवादः अत्र उपपदसप्तमीस्थाने तत्र प्रथमम् उपपदसंज्ञा भवति भङ्गः जातः मध्ये मध्ये तत्र क्रिस्प् त्यजतु भगिनि डिसेबल् द क्रिस्प् दट् यु सी देर् नाय्स् रिडक्षन् यत् अस्ति ऐफोन् ऐ एम् यूसिङ्ग् ऐ डोण्ट् सी देर् ऐ डोण्ट् सी ओ यु डोण्ट् सी दट् आप्शन् इस् देट् Oh, you're joining from phones. Probably that could be the reason, Bhagini, because you're probably not on Wi-Fi. No, I'm in Wi-Fi. Bhagini, I use hearing aid both ears, and I'm using iPhone through the Bluetooth, it comes to me. Oh, so probably Bluetooth is the reason, Bhagini. Bluetooth has the problem. Bluetooth also is a problem. That's why when I talk, you see the noise also. I try to make everything quiet, but still, you people have good ears, so you can hear you, more. Can you disable Bluetooth and join directly, Bhagini, without the Bluetooth? I can try to. I will have it. Thank you. अन्यपरिचयं केवलं कृतवन्तः. ओ एवं तावदेव वा कृतवन्तः? ओ वयं समापितवन्तः वा? एकम् अन्यपरिच्छेदं पठितव्यम्. इतोपि अन्यपरिच्छेदम् अस्तु भगिनि. आमां तत्र लघुपरिच्छेदः अस्ति खलु सः भवति पठामि अनन्तरं भगिनी प्रारम्भे भवति समयः अस्ति अरुणा भगिनी नास्ति अद्य. तत्र बहिर्गत्वा आगच्छामि इत्युक्ते बन्नी महोदय आगतवान् किन्तु सापि गतवान् किमपि जातम्. ओ भगिनि अत्र पश्यतु गर्गसंहिता अस्ति तत्र वाक्यमस्ति योद्धुं तम् उद्यतं भानम् अति आगच्छति. तर्हि योद्धुम् उद्यतम् इत्यनयोः मध्ये योद्धुम् उद्यते इति सामान्यवाक्यं भवति किन्तु मध्ये तम् इति आगश्य उपविशति तत्र गर्गसंहिता मध्ये योद्धुं तम् उद्यतं बाणं दृष्ट्वा आगत्य वृषध्वजः इति किमपि श्लोकं तत्र सर्वत्र तु मध्ये भवितव्यं साक्षात् परे भवति इति अपेक्षा नास्ति. अनन्तरम् अत्र तस्मिन् एव योद्धुं श्रीकृष्णसम्मुखे सम्मुखे इति तत्र अन्यत् किमपि अस्ति. गर्गसंहिता कुत्र अस्ति भगिनि? तत्र अहं तत्र किं तत्र पश्यामि सर्च् केवलं तत्र अन्विष्टवती. गर्गसंहितायां किं किं किमस्ति अत्र? न जानामि भगवत् अत्रापि पश्यतु वैष्णवै टेक्स्ट् गर्गसंहिता इति अत्रापि पश्यतु अत्र अत्र किम् उक्तम् इन्द्रेण सह योद्धुं सह इति सः मध्ये आगच्छति. क्रिया कुत्र अस्ति योद्धुं स मदन् तस्मिन् तत्र च्यवनः इति विकिपीडिया मध्ये अस्ति खलु तत्र अनन्तरम् अत्र किमर्थं गर्गसंहिता मध्ये एव बहूनि गच्छन्ति श्रूयते वा भगिनि? सम्यक् श्रूयते भगिनि अधुना तत्र उदाहरणं प्रेषितवती भगिनि तत्र योद्धुं तुमुन् प्रत्ययात् अनन्तरं तत्र साक्षात् क्रियापदम् उपपदम् आगन्तव्यम् इति नास्ति. किमर्थम् इत्युक्ते अत्र उदाहरणम् अधुना प्रेषितवती अत्र मध्ये अन्यपदं मध्ये अस्ति तत्र योद्धुं तम् इति उद्यतम् इति योद्धुम् उद्यतम् उभयोः मध्ये तम् इति आगच्छति. आम् आम् तर्हि अग्रे गच्छामः. भगिनी किमपि पृच्छन्ती आसीत् खलु वदति वा? सूत्र तत्र उपपदं तत्र इति पदम् अस्ति चेत् तस्मिन् उपपदसंज्ञकपदे सति सति सप्तमी अपि भवितुम् अर्हति इति अत्र वर्तम् अत्र तत्र उपपदम् इति सति सप्तमी यत्र यत्र उपपदस्य प्रयोगः इति खलु स्मिन् उपपदे सति तदा तु उपपदे इति न भवति वा? कुत्र अस्ति भगिनि तादृशम् अत्र तत्र इत्यस्मिन् तस्मिन् उपपदसंज्ञके सति इति सूत्रस्य कार्यद्वयम् अस्ति तत्रोपपदं सप्तमी स्थितम् तत्र उपपदम् इति स्वीकर्तव्यं खलु यत्र तत्र इति उक्त्वा अपि वक्तुं शक्यते. एककार्यमस्ति सप्तमी उपपदसंज्ञाविधानं द्वितीयमस्ति उपपदसंज्ञा सति रुवल् तुम्बन् प्रत्ययस्य विधानं प्रथमक्रियाया सह क्रियया सह कार्यं द्वयं तु तत्र यत् अस्ति तत्र तत् द्वितीयक्रिया सूचयति द्वितीयकार्यं सूचयति तत्र पदं सूत्रे तत्र उपपदम् केवलम् अत्र मन्ये अत्र केवलम् अनन्तरं यानि सूत्राणि सन्ति तत्र सप्तमी पश्यन्ति चेत् उपदम् इति ज्ञातव्यम् इति किन्तु उपदम् इत्युक्ते सप्तम्यामेव सूत्रेषु सर्वेषु सूत्रेषु भवति वा इत्युक्ते न इति तथा नास्ति अत्र केवलम् अस्मिन् अध्याये यावन्ति सूत्राणि यत्र धातो अधिकार अस्ति तत्र कृत् सङ्गीत कृत् सङ्गीत कृत् किमस्ति कृत् तदपि न जानीमः किन्तु तत्र मम तावत् यद् दृष्ट्वा अवगमनमस्ति अत्र अत्र अस्मिन् अध्याये यानि सूत्राणि पठितानि सन्ति तत्र अस्मिन् अधिकारे वर्तन्ते तत्र तत्र सप्तमीविभक्तेः प्रयोगः उपपदसंज्ञा उपपदसंज्ञा अग्रे पठामि वा यथा स्मुन्नुळौ क्रियायां क्रियार्थायाम् इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते नाम अनेन सूत्रेण भुक्तुं प्रजति इति निदर्शने निदर्शने क्रियायां क्रियार्थाम् इत्यनेन तत्रोपपदं सप्तमीस्थम् इत्यस्य सहायेन व्रजति इत्यस्य इत्युक्ते तत्रोपपदं सप्तमीस्थम् इति तत्र परिभाषासूत्रमस्ति तेन सहायेन तस्य सहायेन व्रजति इत्यस्य उपपदसंज्ञा भवति अपि च यदा इदं व्रजनक्रिया अस्ति तदा भुज् धातुतः तुमुन् प्रत्ययः विधीयते अतः उपपदसप्तमी अपि अस्ति सति सप्तमी अपि अस्ति अत्र तत्र इत्यनेन सति इति स्वीकर्तुं शक्यते उपपदसप्तमी इति तत्र अहं मन्ये सति सप्तमी तु तत्र उपपदं सप्तमीस्थम् इत्यस्मिन् सति सप्तमी अस्ति किन्तु तत्र धातोः मूल्यौ क्रियार्थां क्रियार्था क्रियार्थायाम् इत्यस्य उपपदसप्तमी अस्ति खलु यदा गच्छति तदा इति न वक्तुं शक्यते खलु तत्र तु उपपदम् अस्ति उपपदसप्तमी अस्ति तत्र उपपदं सप्तमीस्थम् इत्यस्मिन् सति सप्तमी अस्ति तावदासीत् भगिनि एक अन्य परिचयमस्ति कस्यापि क्रियायाः तदपि पठितं तत्र विमलभगिनेन पठितवती खलु पठति वा भगिनि पठितमिति भाति तत् प्रथमतया मया निर्दिश्यते समीपं भवति हा अस्तु पठामि कस्याः अपि क्रियायाः तावद् वा कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते सा द्वितीया क्रिया क्रियार्था क्रिया इत्युच्यते यथा भोक्तुं गच्छति इत्यस्मिन् भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते अतः गमनक्रिया क्रियार्था क्रिया तस्याः च गमनक्रियायाः उपसंज्ञा भवति तत्र प्रथमा क्रिया भविष्यत्काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा अत्र भोजनक्रिया न आरब्धा अतः सा भविष्यत्काले अस्ति यदा एका क्रिया न आरब्धा नाम भविष्यत्काले अस्ति अपि च तस्याः साधनार्थम् एका द्वितीया क्रिया उपयुज्यते तस्यां दशायां प्रथमाक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति तस्मात् धातोः तुमुञ्च नूल्च भवतः निदर्शनार्थं भोक्तुं व्रजति इत्यस्मिन् तुमुन् प्रत्ययः विहितः भोजको व्रजति इत्यस्मिन् नूल् प्रत्ययः विदितः किन्तु उभयत्र अर्थः भिन्नः तुमुन् प्रत्ययः भावार्थे नूल् प्रत्ययः कर्तृर्थे तर्हि एवमस्ति चेत् नूल् प्रत्ययौ इत्यनेन नूल् प्रत्ययः विधीयते एव पुनः कर्तृर्थे नूल् प्रत्ययः अपरिणसूत्रेण किमर्थम् इति चेत् अत्र यः करोति सः इति अर्थः अस्ति एव किन्तु भविष्यत्काले भोजको व्रजति इत्युक्ते गच्छति तत् गत्वा च खादकः भविष्यति अधुना खादकः नास्ति अतः तुमुन्नुलौ क्रियायां क्रियार्थायाम् इति सूत्रेण भविष्यत्कालार्थे ङ्वल् प्रत्ययः विधीयते. इदमपि बोध्यं यत् भविष्यत्कालार्थे अयं ङ्वल् प्रत्ययः अव्ययं नास्ति. भविष्यत्कालार्थे ङ्वल् प्रत्ययः अव्ययं नास्ति. त्रिषु लिङ्गेषु भवति, भोजकः, भोजिका, भोजकम्. तर्हि अयं ङ्वल् प्रत्ययः भविष्यत्कालार्थे, किन्तु ङ्वल् त्रचो इत्यनेन त्रिषु कालेषु भवति. अत्र यदा एकस्याः क्रियाः साधनार्थं द्वितीया क्रिया उपयुज्यते, तस्य द्वितीयाः क्रियायाः उपपदसंज्ञा भवति. अस्माकं सूत्रेण क्रियार्थायां क्रिया इत्यनेन सूत्रेण उपपदसंज्ञा भवति. अपि च यः धातुः इङ्गितः, प्रथमा धातुः भोजनं कर्तुं गच्छति इत्यत्र भोक्तुं गच्छति इति यदस्ति, तत्र भुज् धातुतः तुमुन् अपि च नूल् प्रत्ययो विहिता भवन्ति भविष्यत्कालार्थे. अत्र तुमुन् यदा तुमुन् प्रत्ययः विधीयते तदा सः भावार्थे अस्ति, परन्तु यदा नूल् प्रत्ययः विधीयते सः कर्तृर्थे अस्ति, परन्तु किन्तु भविष्यत्कालार्थे. अन्यसूत्रमस्ति यत् नूल् त्रशो इति, अनेन सूत्रेण अपि धातोः ङ्वल् अपि च त्रच् प्रत्ययो विहितौ भवतः. तर्हि अस्य सूत्रस्य किं प्रयोजनम् इत्युक्ते, ङ्वल् त्रच् इत्यनेन यः सूत्रः विहितः भवति तद् भविष्यतर्थे नास्ति. क्रियार्थायां क्रियायां तुमुण्वलौ इति एषः सूत्रः भविष्यदर्थे अस्ति इति अर्थः अस्ति. अपि च यथा भोजकः व्रजति, अद्यपर्यन्तं तस्य भोजनं न कृतं, गत्वा भोजनं करोति इत्युक्ते भविष्यत्काले भोजनं भवति, भविष्यति इत्युक्ते सः भोजकः, स्त्रीलिङ्गे भोजिका, अपि च नपुंसकलिङ्गे भोजकमिति त्रिषु लिङ्गेषु अपि भवति इति एषः भविष्यत्कालार्थे अस्ति. परन्तु नूल् त्रचो इत्यनेन त्रिषु कालेषु भवति. त्रिषु कालेषु इत्युक्ते अद्य, श्वः, ह्यः इति तस्य अर्थः इति भाति भगिनि. त्रिषु कालेषु इति सः उदाहरणं न दातुं शक्नोमि, यतोहि मम अपि अत्र किञ्चित् भ्रमः अस्ति. त्रिषु कालेषु इत्युक्ते ङ्वल् सः कारकः अस्ति, कारकः स्यात् और् कारकः आसीत् इति, भोजकः आसीत् इति एवं वक्तव्यमिति भाति. सः कर्ता अस्ति, कर्ता स्यात्, कर्ता भवति, कर्ता आसीत् इति त्रच् यथा त्रच् अत्रापि भोक्तुं गतवान्, भोक्तुं गच्छति, भोक्तुं गमिष्यति इति त्रिषु कालेषु अपि आगच्छति खलु. किन्तु भोक्तुम् इति यत् अस्ति कम्पेर्ड् वित् द वर्ब् दट् इस् बीन् यूस्ड् दट् विल् बी इन् पास्ट्. भोक्तुमिति तुमनन्त, तत् तुमनन्तस्य, अत्र रोल् प्रत्ययस्य विषये तत्र प्रश्नः अस्ति. भोक्तुम् इत्यस्मिन् प्रायः गतवान् तु भूतकाले अस्ति, प्रायः भोजनमपि कृतवान् एव, किन्तु भोक्तुं गतवान् इति तत्र कम्पेरिसन् भवति भविष्यत्कालः. तत्र तु भोक्तुम् इति कम्पेरिटिव्लि तु गमनक्रिया, भोजनक्रिया इस् भविष्यत्कालः तावदेव. हा हा, यथा गतवान् तदा भोजनं न अभविष्यत्, गत्वा एव भोजनम् अभविष्यत् इति. भोजकः गच्छति इति, भोजकः गतवान् इति वदामि तदा तु तदपि भवितुम् अर्हति खलु, त्रिषु कालेषु अपि भवितुम् अर्हति. केवलं तत्र भेदः भावार्थे नास्ति, कर्तार्थे अस्ति. तत्र कृत्वा त्रिषु लिङ्गेषु आगच्छति, किन्तु तत्र कम्पेर् टु द उपपदं तत्र भविष्यत्काले भवति इति तावदेव अर्थः भगिनि. भगन्ती भगिनि, तुमन् प्रत्ययः तु अव्ययः अस्ति साधु. आं सत्यं भगिनि, भिन्नसूत्रेण अव्ययसंज्ञां प्राप्नोति. रोल् त्रिचु अनेन भवति वा अन्यसूत्रमस्ति? नूल् त्रुचो इति सूत्रेण किम् अस्ति, अत्र यः कार्यं करोति सः इति अर्थः. त्रिषु कालेषु भवति कर्त्र्यर्थे भवति नुल्त्रचिति तत्तु भिन्नमस्ति नुल् तुम् प्रत्ययः अत्र किमस्ति नूल् प्रत्ययः नुमुल् प्रत्ययस्य अर्थद्वयं वर्तते एकमस्ति क्रियार्थः क्रियार्थं भोक्तुं पचितुं गच्छति पाचकः गच्छति इति वक्तुं शक्यते साक्षात् सः नित्यं पाचनकार्यं करोति इति डजन् मीन् ईस् अ प्रोफेशनल् कुक् यूस् इट् अस् पाचकः गच्छति अस् उपपदम् इट् मीन् नाट् बि हि इस् अ प्रोफेशनल् कुक् हि इस् जस्ट् सम्बडि कुड् बि अ बालकः स्टुडेण्ट् छात्रः अस्ति सः पक्तुं गच्छति इत्यस्मिन् अपि प्रयोक्तुं शक्यते भिन्नम् अस्ति यः नित्यं पाचनं कार्यं करोति इत्युक्ते यः करोति सः इत्यस्मिन् अर्थे नुल् तुचु इति सूत्रेण यत्र विधानं भवति नुल् इत्यस्य विधानं पाचकः गच्छति इति वदामः तदा तु सः साक्षात् पाचकः सामान्यतया पचनकार्यं करोति इति कृत्वा सः पाचकः इति भवति तर्हि नुल् प्रत्ययस्य अर्थद्वयं भवति क्रियार्था क्रियायुक्तम् अन्यत् अस्ति तत्र यः करोति सः इति नुल् विधानं भवति अन्यदपि मम संशयः अस्ति तत्र तत्र तुमुण् प्रत्ययस्य तत्र किम् आसीत् तत्र तत्र तत्र अव्ययसंज्ञासूत्रं किम् आसीत् वदन्ति वा भावार्थे विषयं वा तत्र मकारस्य लोपः यत्र भवति किमपि तथा आसीत् इति मन्ये यत्र यत्र मकारस्य तत्र दृष्टवन्तः व्यवस्थितविभाषा अनुनासिक अनुदात् चलति चलति उपदानं तत्र नति वनति इति मकार व्यवस्थितविभाषा तत्र न भवति मकार गम्य अपि भवति गत्य अपि भवति ल्यप् विधानं वक्तुं न न न अवगच्छामि न अवगच्छामि वयं ल्यप् अत्र यदि अनुनासिकवर्णाः सन्ति तत् अनुदितां हलु उपधायं यदि अस्ति तत्र नकारस्य लोपः भवति साधु किन्तु यत्र व्यवस्थितविभाषः इति सूत्रं कृत् यत् मान्तः वा एजन्तः अस्ति चेत् तादृशकृत्संज्ञकप्रत्ययः अव्ययसंज्ञकः भवति मकारे अन्तः अस्ति नो चेत् एजन्तमस्ति चेत् तत्र भवति परिचितं भाति सूत्रं गते गत यत् करपत्रम् आसीत् तस्मिन् वयं पठितवन्तः शीघ्रं निश्चितम् तावदासीत् खलु आमां तावत् भगिनी पञ्चनिमेषाः सन्ति चेत् यदा अन्यानां प्रश्नानां समाधानं कृत्वा यदा भवती उट्टङ्कनं करोति